हरिः ओम्। अज्ञा विष्णोस्व जोष सेवा वर्धन्तु वाङ्गिरः जुम्नैर्वाजेभिरागतम्। वाजश्च मे प्रशवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे श्रुत्य मे चित्तं च आदितं च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे बलं च मवोजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनुश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे जैष्ठ्यं च म आधिपत्यं च मे मन्युश्च मे भामश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथमा च मे वर्ष्मा च मे दाघ्रुया च मे वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे जगच्च मे धनं च मे वशश्च मे त्विषिश्च मे क्रीडा च मे बोधश्च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे वित्तं च मवेद्यं च मे भूतं च मे भविष्यच्च मे सुगं च मे सुपदं च मरद्धं च मरद्धिश्च मे क्लुप्तं च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे सञ्च मे मयश्च मे प्रियं च मे नु कामश्च मे कामश्च मे सोमनसश्च मे भद्रं च मे श्रेयश्च मे वशश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महच्च मे संविच्च मे ज्ञात्रं च मे सूश्च मे प्रसूश्च मे क्षीरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे रामयश्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सोषा च मे सुदिनं च मे रूक्ष मे सोनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सग्निश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च म औध्वजं च मे रयश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे भूयवाश्च मे अन्नं च मे क्षुश्च मे व्रीहयश्च मे यवा आश्च मे भाषा आश्च मे तिला आश्च मे मुद्गा आश्च मे खल्वा आश्च मे गोधूमा आश्च मे मसुरा आश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाका आश्च मे देवारा आश्च मे अस्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे शिखराश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शीर्षं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च म आपश्च मे विरुधश्च ममोषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्तां वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे पशु च मे वसतिश्च मे कर्म च मे शक्तिश्च मेऽर्धश्च मयेमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे स्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मे जौश्च म इन्द्रश्च मतिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंसुश्च मे रश्मिश्च मेधाभ्यश्च मेधिपतिश्च म उपागुंसुश्च मेऽन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रं च मे मन्दी च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च म व्रतग्रहाश्च मे दिग्राह्याश्च मे ऐन्द्राग्नश्च मे वैश्वदेवश्च मे बृहस्पतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे वाग्देवतश्च मे हरियोजनश्च मे।